स्वयाशां ब्रह्मेत्युपास्तयास्य सर्वे कामा समृध्यन्ति अमोघास्य आशयो भवन्ति यावदाशाया गतं तत्र यदा कांसर्वतीं या आशां ब्रह्मेत्युपास्ति अस्ति भगवशाय भो इति आशायाः वा भूयोऽस्तीति तन्मे भगवान् ब्रवीत्यते। यस्तु आशां ब्रह्मेत्युपास्ति शृणु तस्य फलम् आशय सदोपासितय अस्य उपासकस्य सर्वे कामाः समृध्यन्ति समृद्धिं गच्छन्ति। अमोघः अस्य आशिषः प्रार्थना सर्वः भवति। यत् प्रार्थितं सर्वं तदवश्यं भवति इत्यतः यावदाशायाः गतम् इत्यादि पूर्वतु इति चतुर्दशखण्डभाष्यम्। पञ्चदशखण्डः प्राणो वा आशायाः भूयान् यथा वा राणाभौ समर्पिता इयम् अस्मिन् प्राणे सर्वं समर्पितं प्राणः प्राणे नियाति। प्राणः प्राणं ददाति प्राणाय ददाति प्राणो पिता प्राणो माता प्राणो भ्राता प्राणस्वता प्राण आचार्यः प्राणो ब्राह्मणः। नामोपक्रमम् आशान्तं कार्यकारणत्वेन निमित्तनैमित्तिकत्वेन च उत्तरोत्तरभूयस्थया अवस्थितं स्मृतिनिमित्तसद्भावम् आशारचनापाशैः विभाषितं सर्वं सर्वतो विषमिव तन्तुभिः यस्मिन् प्राणे समर्पितम् येन च सर्वतो व्यापिना अन्तर्बहिर्गतेन सूत्रे मणिगणा इव सूत्रेण ग्रथितं विधृतं च स एष प्राणो वा आशायाः भूयात्। कथम् अस्य भूयस्त्वमिति आह दृष्टान्तेन समर्थयन् तद्भूयस्त्वं यथा वै लोके रथचक्रस्य अराः रथनाभौ समर्पिताः सम्प्रोताः सम्प्रवेशिताः इत्येतत् एवम् अस्मिन् लिङ्गसङ्गातरूपे प्राणे प्रज्ञात्मनि दैहिके मुख्ये यस्मिन् परादेवता नामरूपव्याकरणाय आदर्शादौ प्रतिबिम्बवत् जीवेनात्मना अनुप्रविष्ट यश्च महाराजस्यैव सर्वाधिकारी ईश्वरस्य कस्मिन्नहम् उत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठे प्रतिष्ठास्यामि इति स प्राणमसृजत इति श्रुतेः। यस्तु छाया इव अनुगतः ईश्वरम् तद्यदा रसस्यादिषु नेमिरर्पिता नाभवरार्पिता इयमेवेता भूतमात्राः प्रज्ञा मात्रा सर्पिताः प्रज्ञा मात्राः प्राणे अर्पिताः स एष प्राण इव प्रज्ञात्मा इति कौशीत् किल। अतः इयम् अस्मिन् प्राणे सर्वं यथोक्तं समर्पितम् अतः स एष प्राणो अपरतन्त्रः प्राणेन स्वशक्त्या इव याति न अन्यकृतं गमनादिक्रियासु अस्य सामर्थ्यमित्यर्थः। सर्वं क्रियाकारकफलवेदजातं प्राण इव न प्राणाद् बहिः भूतम् अस्ति इति प्रकरणार्थः। प्राणः प्राणं ददाति यद्ददाति तत् स्वात्मभूतमेव यस्मै ददाति तदपि प्राणाय एव अतः पित्राद्याख्योऽपि प्राण इव स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वा आचार्यं वा ब्राह्मणं वा किञ्चिद् भृशमिव प्रत्याहं धिक् त्वास्तु इति एव येन माहो पितृः वै त्वंसि मातृः वै त्वंसि भ्रातृः वै त्वंसि स्वसृः वै त्वमसि आचार्यः वै त्वंसि ब्राह्मणः वै त्वमसि इति। कथं पित्रादिशब्दानां प्रसिद्धार्थोत्सर्गेण प्राणविषयत्वमिति उच्यते सति प्राणे पित्रादिषु पित्रादिशब्दप्रयोगात् तदुत्क्रान्तौ च प्रयोगाभवत् कथं तदिति याः स यः कश्चिन् पित्रादीनाम् अन्यतमं यदि तं वृषमिव तदनुरूपमिव किञ्चिद्वचनं त्वङ्कारादियुक्तं प्रत्ययं तदा येनं पार्श्वस्थाहु विवेकिनः दिक्त्वा अस्तु दिगस्तु त्वामित्येव पितृः वै त्वं पितुः हन्त इत्यादि। अथ यद्यपि येनान् उत्क्रान्तप्राणान् चूलेन समासं व्यतिशन्देहेत् नैव एनं ब्रूयुः पितृः आसीतेन मातृः आसीतेन भ्रातृः आसीतेन स्वतृः आसीतेन न आचार्यः आसीतेन ब्राह्मणः आसीतेन अथ येनान् एव उत्क्रान्तप्राणान् त्यक्तदेहनाथं यद्यपि शूलेन समासं समस्य व्यतिषन्दहे व्यत्यस्य सन्दहे एवमपि अतिक्रूरं कर्म समासव्यत्यासादिप्रकारेण दहनलक्षणं तद्देहसम्बद्धमेव कुर्वाणं नैव एनं ब्रूयुः पितृः इत्यादि तस्मात् अन्वयव्यतिरेकाभ्याम् अवगम्यते एतत् पित्राद्याख्योऽपि प्राण एव इति। प्राणो हि वेतानि सर्वाणि भवति स वा एष इयं पश्यन् इयं मन्वानः इयं विजानन् अतिवादी भवति तं चेद् ब्रूयुः अतिवाद्यसीति अतिवाद्यस्मीति ब्रूयान्न अपक्नुवीत। तस्मात् प्राणो हि एव एतानि पित्रादीनि सर्वाणि भवति चलानि स्थिराणि च। स व एष प्राणवीन् एवं यथोक्तप्रकारेण पश्यन् फलतो अनुभवन् एवं मन्वानः उपपत्तिभिः चिन्तयन् एवं विजान् उपपत्तिभिः संयोज्य एवमेव इति निश्चयं कुर्वन् इत्यर्थः। मननविज्ञानाभ्यां हि सम्भूतः शास्त्रार्थो निश्चितो दृष्टो भवेत्। अतः एवं पश्यन् अतिवादि भवति नामादि आशान्तम् अतीत्य वदनशीलो भवति इत्यर्थः। तं चेत् ब्रूयुः तं ब्रह्मस्तम्भपर्यन्तस्य हि जगतः प्राण आत्माहमिति ब्रुवाणं यदि ब्रूयुः अतिवाद्यसीति बाणम् अतिवाद्यस्मीति ब्रूयात् नापक्नुवीत। कस्माद्य अपक्नुवीत? यत् प्राणं सर्वेश्वरम् अयम् अहमस्मीति आत्मत्वेन उपगतः। इति पञ्चदशखण्डभाष्यं। षोडशखण्डः। स एष नारदः सर्वातिशयं प्राणं स्वम् आत्मानं सर्वात्मानं श्रुत्वा न अतः परम् अस्ति इति उपररामि। न पूर्ववतो किमस्ति भगवः प्राणद्भो इति पप्रच्छ। इतः तमेवं विकारानृतब्रह्मविज्ञानेन परितुष्टम् अकृतार्थं परमार्थसत्यातिवादिनम् आत्मानं मन्यमानं योग्यं शिष्यं मिथ्याग्रहविशेषातो विप्रच्छावयन् आह भगवान् सन्तकुमारः एष तु वा अतिवदति यः सत्येन अतिवदति सोऽहं भगवा सत्येन अतिवदानीते सत्यं त्वे विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञासयते। एष तु वा अतिवदति यम् अहं वक्ष्यामि न प्राणवेद् अतिवादी परमार्थतः नामादि अपेक्षं तु तस्य अतिवादित्वं यस्तु भूमाख्यं सर्वातिक्रान्तं तत्त्वं परमार्थसत्यं वेद सः अतिवादीत्य। एष तु वा अतिवदति यः सत्येन परमार्थसत्यविज्ञानवत्तया अतिवदति सोऽहं त्वां प्रपन्नः भगवः सत्येन अतिवद तथा मां वियुनक्तु भगवान् यतः अहं सत्येन अतिवदानीति अभिप्रायः। यद्येवं सत्येन अतिवदितुम् इच्छसि सत्यमेव तु तावद्विज्ञास्तव्यमिति उक्तः आह नारदः ततास्तु तर्हि सत्यं भगवो विजिज्ञासे विशेषेण ज्ञातुमिच्छेयं त्वत्वाहमिति। इति षोडशखण्डभाष्यम्। सप्तदशखण्डः। यदा वै विजानाति यत् सत्यमर्थि न विजानं सत्यमर्थि विजानन्येव सत्यमर्थि विज्ञानं त्वेव विजिज्ञातव्यमिति विज्ञानं भगवो विज्ञास इति। यदा वै सत्यं परमार्थतः विजानाति इदं परमार्थतः सत्यमिति ततः अनृतं विकारजातं वाचारम्भणं हित्वा सर्वविकारावस्थं सदैव एकं सत्यमिति तदेव अथ वदति यद्वदति ननु विकारोऽपि सत्यमेव नामरूपे सत्यं ताभ्यां अयं प्राणश्चिन्नः प्राणा वै सत्यं तेषां हि सत्यमिति श्रुत्यन्तर सत्यमुक्तं सत्यत्वं श्रुत्यन्तरे विकारस्य न तु परमार्थापेक्षमुक्तं किं तर्हि इन्द्रियविषयाविषयत्वापेक्षं सच्च त्यच्च इति सत्यमित्युक्तं तद्वारेण च परमार्थसत्यस्य उपलब्धिः विवक्षिता इति प्राणो वै सत्यं तेषां हि सत्यमिति च उक्तम् इह अपि तदिष्टमेव। इह तु प्राणविषयात् परमार्थसत्यविज्ञान अभिमानव्युत्थाप्य नारदं यत् सदैव सत्यं परमार्थतः भूमाख्यं तद्विज्ञापयिष्यामीति एष विशेषतो विवक्षितोऽर्थः। न अविजानं सत्यं वदति यस्तु अविजानन् वदति सः अग्न्यादि शब्देन अग्न्यादीन् परमार्थसद्रूपान् मन्यमानो वदति न तु ते रूपत्रयव्यतिरेकेण परमार्थतः सन्ति तदा तान्यपि रूपाणि सदपेक्षया नैव सन्ति इत्यतः न अविजानं सत्यं वदति विजानन्येव सत्यं वदति न च तत्सत्यविज्ञानम् अविजिज्ञासितम् अप्रार्थितं ज्ञायते इत्याह विज्ञानं त्वे विजिज्ञास्तव्यम् इति। यद्येवं विज्ञानं बहु विज्ञासे इति एवं सत्यादीनां च उत्तरोत्तराणां करोत्यन्तानां पूर्वपूर्वहेतुत्वं व्याख्यायम् इति सप्तदशखण्डभाष्यम्। अष्टादशखण्डः। यदा वैमनुते अथ विजानाति न मत्वा विजानाति मत्वा एव विजानाति मतिस्तु एव विज्ञास्तव्येति मतिं भगवो विज्ञासयति। यदा वैमनुते इति मतिः मननं तर्कः इति अष्टादशखण्डभाष्यम्। एकोनविंशतितमखण्डः। यदा वै श्रद्दधाति अथ मनुते न श्रद्दधन् मनुते श्रद्धा तदेव मनुते श्रद्धात्वे विज्ञास्तव्येति श्रद्धां भगवो विज्ञास इति मन्तव्यविषये आदरः आस्तिक्यबुद्धिः श्रद्धा इति एकोनविंशतितमखण्डः भाष्यं विंशतितमखण्डः यदा वै निस्तिष्ठति अथ श्रद्धदति न अनिस्तिष्ठन् श्रद्धदति निस्तिष्ठन्नेव श्रद्धदति निष्ठा तु ये विज्ञास्तव्येति निष्ठां भगवो विज्ञास इति निष्ठां गुरुशुश्रूषादि तत्परत्वं ब्रह्मविज्ञानाय इति विंशतितमखण्डभाष्यम् एकविंशखण्डः यदा वै करोति यदा निस्तिष्ठति न कृत्वा निस्तिष्ठते कृत्वा इव निस्तिष्ठते कृतिस्तु एव विज्ञातव्येति कृतिं भगवो विज्ञासयते यदा वै करोति कृतिः इन्द्रियसंयमः चित्तैकाग्रताकरणं च सत्यां हि तस्यां निष्ठादीनि यथोक्तानि भवन्ति विज्ञान अवसानः इति एकविंशखण्डभाष्यम् यदा वै सुखं लभते यत् करोति न असुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेवं विज्ञास्तव्यमिति सुखं भवो विज्ञासयते सापि कृतिः यदा सुखं लभते सुखं निरतिशयं वक्ष्यमाणं लब्धव्यं मया इति मन्यते तदा भवति इत्यर्थः यथा दुष्टफलसुखा कृतिः तथा इहापि न सुखं लब्ध्वा करोति भविष्यदपि फलं लब्ध्वा इत्युच्यते तदुद्दिश्य प्रवृत्त्युत्पत्तिः अत इदानीं कृत्यादिषु उत्तरोत्तरेषु सत्सु सत्यं स्वयमेव प्रतिभासते इति न तद्विज्ञाय यत्नः कार्यः इति प्राप्तं ततः इदमुच्यते सुखं त्वेव विजिज्ञास्तव्यम् इत्यादि सुखं भगवो विज्ञास इति अभिमुखीभूताय इति द्वाविंशखण्डभाष्यं त्रयोविंशखण्डः यो वै भूमा तत्सुखं न अल्पे सुखमस्ति भूमा यो सुखं भूमा त्वे विज्ञातव्येति भूमानं बहु विज्ञासयते यो वै भूमा महं निरतिशयं बहु इति पर्यायः तत्सुखं ततो अर्वा सातिशयत्वात् अल्पम् अतः तस्मिन् अल्पे सुखं नास्ति अल्पस्य अधिकतृष्णा हेतुत्व तृष्णा च दुःखबीजं न हि दुःखबीजं सुखं दुष्टं ज्वरादिलोके तस्माद्युक्तं न अल्पे सुखमस्ति इति अतो भूमा इव सुखं तृष्णादुःखबीजत्व असमवाद्भूम्नः इति त्रयोविंशखण्डभाष्यम्।